ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति, केवलं शृणोमि भगिनि। अस्तु भगिनि, चिन्ता मास्तु। तत्र अस्माकं विषयः अस्ति प्रत्ययः, प्रकृति च तयोः मेलनम्। अत्र किञ्चित् अभ्यासः अस्मिन् करपत्रे दत्तम्। अस्माभिः तत्र नी धातुः ची धातु कृतं वा, ची धातु विषये कृतं वा, स्वादिगणस्य ची धातु, ज्योतिरादिगणस्य दादातु, दादातु अपि अभवत्। इदानीं तत्र गै धातु विषये अस्ति वा चिन्तनम्? आं महोदय। अस्तु, सो अस्माभिः अत्र दादातु निजन्ते कृतम्। अस्तु, सो निजन्तलट्लकारस्य रूपं कृतम्। इदानीं तत्र तुम्नान्तरूपम् अपि च त्वान्तरूपम्। त्वान्तरूपमपि कृतं कृतं वा न कृतम्? दाधातुतः अस्तु, प्रथमे तत्र दाधातुतः तुम्नान्तरूपं विषये चिन्तनं कुर्मः। का वदति दाधातु योग तुमुन् प्रत्ययः? अस्माभिः अत्र धातुविषये अपि वक्तव्यं, धातु इगन्त वा अजन्त वा, अजन्तभिन्न वा, लघु युगपदधातु वा, आदुपदधातु वा, अपि च प्रत्ययविषये अपि, प्रत्ययस्य स्वभावः कः, प्रश्ने तत्र सः अर्धधातुप्रत्ययः वा, सार्वधातुप्रत्ययः वा, अनन्तरं कृत्प्रत्ययः वा, तस्य कृते कृत्संज्ञा अस्ति वा नास्ति, एतत् सर्वम् आधारीकृत्य एव तत्र प्रक्रियाविषये वयं तत्र गच्छामः। किमर्थं चेत् तत्र प्रत्ययविषये सम्पूर्णज्ञानम् अस्ति चेत् चेदेव वयं तत्र निर्णयं कर्तुं शक्यते अत्र सार्वधातुप्रक्रिया वा अर्धधातुप्रक्रिया। सार्वधातुप्रक्रिया अस्ति चेत् तत्र घनचिन्तनम् आवश्यकं भवति, यत्र अर्धधातुकचिन्तनम् अस्ति तत्र प्रायशः घनचिन्तनं न भवति, अपि च तत्र इडागमस्य विचारः अस्माभिः करणीयम्। दाधातुः अजन्तधातुः अस्ति, आकारान्तधातुः अस्ति, ज्योत्यादिगणस्य दाधातुः, अनन्तरं तुमुनिति प्रत्ययः। अस्तु, का वदति? चेतना भगिनी वदति वा? धातु अनित् अस्ति, परन्तु तुमुन् सेट् अस्ति, नेड् वशीकृति इति सूत्रेण, अतः इडा धातु अनित् अस्ति, प्रत्ययः सेट् अस्ति, अतः इडागमः न भवति। तदनन्तरं तुमुन् आर्धधातुकप्रत्ययः अस्ति, सामान्य आर्धधातुकप्रत्ययः अस्ति, हलन्त्यम् इति सूत्रेण प्रायशः अत्र अस्मिन् करपत्रे अस्माकं कृते तत्र आर्धधातुकप्रत्ययानां विषये भागत्रयं दत्तं, कितनित् नितनित् अपि च तृतीयम् अस्ति कितनित् नितनित् भिन्न प्रत्ययः। सो ये सर्वे आर्धधातु कितनित् नितनित् भिन्न प्रत्ययः ते सामान्यप्रत्ययः। किमर्थं चेत् तत्र गुणकार्यमेव भवति, कितनित् नितनित् भिन्न अस्ति चेत् तत्र सार्वधातुक आर्धधातुकयोः नो चेत् पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति. सो यः सार्वधातुक् पित् प्रत्ययः सः आर्धधातुक् कितनित् नेतनित् भिन्नप्रत्यय इव तत्र कार्यं करोति. अतः एतत् सर्वमपि यत् यत् किमपि करपत्रे लिखितं तस्य तस्य विषये अपि तत्र वक्तव्यम्. एतत् स्तुमुन् प्रत्ययः यथा भवती उक्तवती सामान्य आर्धधातुप्रत्ययः अस्ति. सामान्य आर्धधातुप्रत्ययः इत्यनेन तत्र गुणकार्यं भवति. इत्युक्ते कितनित् नास्ति, नितनित् नास्ति, अतः वृद्धिकार्यस्य विचारः अपि नास्ति अत्र. वदतु. हलन्त्यम् इति सूत्रेण नकारस्य इत् भवति, तस्य लोपः भवति, उकारः उच्चारणार्थं तुम् अवशिष्यते. वर्णमेलनम् एव खलु, दातुं दातुम् इति रूपं निष्पद्यते. गायधातुः दाधातु गायधातु विषये लट् लकारस्य प्रथमपुरुष एकवचनस्य रूपं वदतु भगिनि. गै गै अपि अनुदात्त चिह्नम् अस्ति. गै इत्संज्ञकः वर्णः नास्ति, अतः शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदी संज्ञा भवति. अपि च इडागमविषये अनुदात् अस्ति, अतः एकाचपि अस्ति. एकाच उपदेशे अनुदात्तात् इति सूत्रेण अनिट् अस्ति, अतः इडागमः न भवति. हा महोदय, गै धातु इगन्तदातु वा इगन्तभिन् अजन्तदातु वा कीदृशधातु अस्ति? अजन्त अजन्तधातु, इगन्त नास्ति. अपि च यत्र अजन्तधातु यदा अस्माभिः तत्र आर्धधातुक् विषये आर्धधातुक् धातूनां विषये तत्र पूर्वस्मिन् कुत्रचित् पठितं, तत्र यः इकारान्त धातु, दीर्घ इकारान् धातु, उकारान् धातु, ऊकारान्त धातुः, अपि च तत्र अनन्तरं तत्र एकम् अन्यत् केटगिरि अस्ति एजन्तधातवः. एजन्तधातवः इत्युक्ते तादृशधातवः येषाम् अन्ते एच् वर्णः अस्ति, ए ऐ ओ औ. सो तेषां कृते एकमेव तत्र गणः अस्ति एजन्तधातूनां. किमर्थं चेत् तत्र अष्टाध्यायीग्रन्थे एजन्तानां कृते तत्र भिन्नभिन्नसूत्राणि सन्ति. तेषां कृते सूत्र आधारीकृत्य एव एतत् वर्गीकरणं मात्रा कृतं. सो एतत् गाय् धातुः एजन्तधातुः, अजन्त तु अस्ति, इगन्त नास्ति, अजन्त अस्ति, परन्तु एजन्त अपि अस्ति. अतः सर्वदा यदा तत्र एजन्त धातु अस्ति चेत् तत्र यदा तत्र कितनित् प्रत्ययः आयाति तत्र एजन्तानां तत्र आत्वं भवति. सो अतः एतत् वर्गीकरणमपि तत्र अस्माभिः तत्र वक्तव्यम्. इदानीं तु लट् लकारविषये तत्र तु शप् प्रत्ययः अस्ति, अतः कितनित् प्रत्ययः इदानीं नास्ति. परन्तु एतत् एतदपि यदा वयं धातु पश्यामः, ओ एतत्तु एजन्तधातुः. किमर्थं चेत् तत्र एजन्तानां कृते यदा तत्र कितनित् प्रत्ययः आयाति तत्र किञ्चित् भिन्नविशिष्टकार्यं भवति एजन्तानां कृते. अतः गाय् धातु एजन्तधातुः. इदानीं वदतु गायुग लट्लकारस्य विवक्षा. वर्तमाने लट् इति सूत्रेण गायुग लट् भवति. हलन्त्यं तकारस्य इत् तस्य लोपः, अकारः उच्चारणार्थं गैयोग ल भवति. लस्य तिप्तस् झि सिप्तस्मस् इति सूत्रेण गैयोग तिप् भवति. हलन्त्यं तस्य लोपः इति सूत्रेण गैयोग ति भवति. इदानीं तिप् सार्वधातुकप्रत्ययः अस्ति, अतः कर्तरि शप् सार्वधातुके इति सूत्रेण गैयोग शप् योगति. हलन्त्यं लशक्व तद्धते तस्य लोपः इति सूत्रेण गैयोग अयोग ति भवति. इदानीं गै अयोग एचोय वायावः इति सूत्रेण ग योग आय् योग अयोगति गायति भवति. अत्र किमपि कार्यं नास्ति, एकमेव सन्धिकार्यम् अस्ति. सो अत्र यः एजन्तदातुः अस्ति तस्य परे कीदृशप्रत्ययः अस्ति? सार्वधातुकपित् प्रत्ययः, पित् प्रत्ययः अस्ति. अतः सार्वधातुक पित् प्रत्ययः अस्ति चेत् कितनित् नास्ति. यदा तत्र कितनित् अस्ति तदा एव एजन्तानाम् आत्वं भवति. सो अत्र तु नास्ति कार्यम्, अत्र एजन्तानाम् आत्वं न भवति. तस्य कृते सूत्रं किं जानाति वा भगिनि? एजन्ता तु आदेश उपदेशे शति इति. आदेश उपदेश आदेशे आदेश उपदेशे शिति. सो अशिति अशिति इत्युक्ते अत्र प्रायशः आत् आत् इति तत्र प्रथमविभक्त्याम् अस्ति. सो आत्वम् इति आदेशः अस्ति. सो एजन्तानाम् एचः इति तत्र स्थानीवर्णः अस्ति. आदेश उपदेशे अशिति इति सूत्रं पश्यतु. अस्माभिः सूत्रं पठितं वा? न, एकवारं भवती उक्तवती निच् प्रत्यय गैयोग निच् कुर्मः तत्र आयाति एतत् सूत्रम्. आदेश उपदेशे अशिति. सो आत् इति प्रथम एकवचनम् अस्ति, अतः आदेशः अस्ति. प्रथमान्तं पदमस्ति. एचः षष्ठ्यन्तं पदमस्ति. स्क्रीन् दृश्यते वा? उपदेश इति सप्तमी एकवचनम् अस्ति, अतः अत्र विषयसप्तमी अस्ति. अत्र परसप्तमी नास्ति, विषयसप्तमी. अशिति इति अपि सप्तमी एकवचनम् अस्ति. सो अत्र अस्मिन् सूत्रे प्रायशः तत्र भागद्वयं वर्तते. अत्र अस्ति एचः आत् उपदेशे. सो यः एजन्तदातवः तस्य उपदेश अवस्थायाम् आत्वं भवति इति एकभागः अस्ति. अनन्तरं तत्र वदति अशिति न शिति, इत्युक्ते कार्यं शितिपरे न भवति. अत्र अशिति इति निमित्त नास्ति कार्यस्य कृते. अशिति इति निमित्त नास्ति. अत्र भिन्नरीत्या चिन्तनम् अस्माभिः करणीयम्. सो यदा मम विवक्षा गै धातुः लट् लकार एकवचनस्य अस्ति, अहं जानामि तत्र तु गै धातुः अधिगणस्य धातुः अस्ति, अपि च अत्र तु शप् प्रत्ययः विहितः भवति लट् लकारे, लोट् लकारे, लङ् लकारे, विधिलिङ् लकारे. सो विवक्षानुगुणम् अहं जानीमः तत्र अत्र आत्वं न भवति. किमर्थं चेत् अत्र निषेधः, अशितिपरे निषेधः अस्ति कार्यस्य. सो अस्मिन् एव सूत्रे महर्षि विधिविषये वदति, अपि च निषेधविषये वदति. सो उपदेश अवस्थायाम् इत्युक्ते प्रायशः अत्र व्याख्या विषये पश्यामः चेत् सर्वे वदन्ति चेत् ये एजन्तदातवः तेषाम् उपदेश यदा वयम् एजन्तदातु नयामः तत्र आत्वं भवेत्, परन्तु तथा नास्ति. इत्युक्ते अहं जानीमः मम विवक्षा किम् अस्ति, विवक्षानुगुणं तत्र कार्यं भवति. सो प्रथमे तत्र गै गा न भवति. किमर्थं चेत् अहं जानीमः लट् लकारे शप् प्रत्ययः आयाति, शप् प्रत्ययः शित् अस्ति. सो अशितिपरे कार्यस्य निषेधः अस्ति. सो अस्मिन् एव सूत्रे विधि दत्तम् अपि च निषेधः अपि दत्तं सो अशिति आत्वं न भवति इति अशिति इत्यनेन भवति अतः अत्र अस्माभिः एतत् सूत्रं तस्य प्रसक्तिः न भवति यदा तत्र गायोग दिस् तिप् अस्ति गायोग तिप् अस्ति चेत् तत्र आदेश उपदेशे अशीति इति सूत्रेण तत्रापि किमर्थं चेत् तत्र प्रथमे तत्र शप्रत्ययः आयाति शप्रत्ययः शित् अस्ति अतः तत्र एतत् कार्यं न भवति सो अशीति अशीति आत्वस्य निषेधः अस्ति अत्र अशीति इति सप्तमी एकवचनम् अस्ति तत् निमित्तं न भवति इत्युक्ते एजन्तानाम् आत्वम् अशीतिपरे भवति इति नास्ति अत्र अस्ति उपदेश अवस्थायाम् एजन्तानाम् आत्वम् परन्तु अनन्तरं तत्र क्षितिपरे तु तस्य निषेधः अस्ति सो अस्मिन्नेव सूत्रे निषेधः अपि अस्ति विधिः अपि दत्तं क्षितिपरे निषेधः अस्ति अतः अस्माभिः तत्र गायोगशप् यदा अस्ति तत्र अस्माभिः गानकृतं केवलम् अत्र किमपि न वदति कित्नित् वा सार्वधातुको आर्धधातुको अत्र केवलं वदति अशितिनिषेधः अस्ति कस्य निषेधः आत्वस्य निषेधः सो एजन्तानाम् आत्वम् अशितिपरे न भवति इति आदेश उपदेशे अशिति इति सूत्रस्य व्याख्या अस्ति अतः यदा वयं गायोग तत्र लट्लकारस्य विवक्षा अस्ति चेत् तत्र गै गा न भवति किमर्थं चेत् अशिति तु निषेधः अस्ति इत्युक्ते सम्बडि केन् से न एतत् कार्यं केवलम् अशितिपरे एव भवति इत्युक्ते यदा तत्र शित् प्रत्ययः नास्ति तदा एव कार्यं भवति बट् देर् इस् सम् विशिष्ट अत्र सूत्रस्य प्रसज्यनिषेधः कीदृशनिषेधः अस्ति तस्य विषये इदानीं मास्तु परन्तु अत्र तादृशचिन्तनं न करणीयं सूत्रस्य विधिः अशितिपरे कार्यम् अशितिपरे भवति तथा नास्ति अत्र अशिति इत्यनेन क्षितिपरे नाशिति इत्युक्ते अशिति इत्युक्ते नाशिति नाशिति इत्युक्ते यदा तत्र शित् प्रत्ययः अस्ति कोऽपि शित् प्रत्ययः अस्ति यस्मिन् शकारस्य इत् अस्ति तदा कार्यस्य निषेधः अस्ति अतः यदा तत्र शप् प्रत्ययः अस्ति चेत् अथवा कोऽपि शित् प्रत्ययः अस्ति परे चेत् तत्र आत्वस्य निषेधः अस्ति इति सूत्रस्य अर्थः निमित्तमेव खलु षित् नास्ति चेत् निमित्तं तत्तु सत्यं परन्तु अत्र तादृशचिन्तनं न करणीयम् इत्युक्ते कार्यम् अशितिपरे एव भवति तत्तु सत्यं परन्तु अत्र तादृशचिन्तनं नास्ति अत्र तु प्रसज्य निषेधविषये अपि तत्र बहु किमपि चिन्तनम् अस्ति प्रसज्यनिषेधः वा कीदृशनिषेधः अस्ति प्रतिषेधः अत्र अतः अत्र अस्मिन् सूत्रे भागद्वयम् एकमस्ति उपदेश अवस्थायाम् एजन्तानाम् आत्वम् अनन्तरं यथा वयं तत्र भिन्नसूत्रं पठामः अत्र एव महर्षिणा दत्तम् अशिति न भवति अशितिकार्यम् इत्युक्ते अशित् क्षिति न भवति क्षिति आत्वं न भवति न क्षिति न क्षिति किं न क्षिति एजन्तानाम् आत्वं न भवति सो क्षितिपरे कार्यस्य निषेधः अस्ति अत्र न इति यः पदमस्ति न क्षिति तस्य अन्वयः आत्वं न भवति इत्यस्य सः तत्र अन्वयः भवति न तु अशित् इत्यनेन निमित्तविषये तत्र तस्य अन्वयः न भवति सो अत्र अशित् इत्यनेन कार्यस्य निषेधः अस्ति न इति पदेन न इति इत्यस्य अन्वयः तत्र विधिविषये अस्ति. आत्वं न भवति, आत्वं कदा न भवति? क्षितिपरे न भवति, क्षित्परे न भवति इति तस्य अर्थः अस्ति. न तु एजन्तानाम् आत्वम् अश्चित् प्रत्यपरे भवति, तथा नास्ति. सो अत्र न इति पदस्य अन्वयः कार्यस्य विषये अस्ति. न आत्वं भवति, कदा न भवति, क्षितिपरे न भवति इति तस्य अन्वयः भवति. वदतु महोदय. So the reverse is also we can accept now. Ashiti pare atmam na bhavati, so shiti pare atmam bhavati. Shiti pare atmam na bhavati. Ashiti, if it is not shiti, if the pratyaya is shit, प्रत्ययः आत्मं न भवति इत्युक्ते यु केन् फार् युवर् ओन् अण्डर्स्टाण्डिङ्ग् वाट् यु विल् थिङ्क् देट् एतत् कार्यम् एजन्तानाम् आत्मं कदा भवति. इफ् सपोज् यु डोण्ट् वाण्ट् टु अण्डर्स्टाण्ड् वाट् इस् प्रसज्य प्रतिषेधः, पर्युदास् प्रतिषेधः, कीदृशप्रतिषेधः अत्र अस्ति, यत्र नै तत्पुरुषसमासः अस्ति, यस्मिन् यस्मिन् सूत्रे नै तत्पुरुषसमासः अस्ति, यथा अत्र अस्ति. आशिति इत्युक्ते नाशिति, नाशिति इत्युक्ते अत्र नै तत्पुरुषसमासं कृत्वा तत्र अशिति इति पदस्य इति समस्तपदं भवति. सो यु विल् से एज़् अ जनरल् स्टूडेण्ट् यु विल् से एजन्तानाम् आत्वम् अशिति भवति, इत्युक्ते यः प्रत्ययः शित् नास्ति तदा एव एजन्तानाम् आत्मं भवति. फार् यू यू केन् अण्डर्स्टाण्ड् दिस् सूत्र लैक् दिस्, बट् सिन्स् हियर् इट्स् नाट् लैक् देट्. इत्युक्ते वेन् इट् इस् शित् प्रत्ययः देट् टैम् कार्यस्य निषेधः अस्ति. बट् इफ् इट् इस् शित् भिन्न कोऽपि प्रत्ययः अस्ति चेत् तत्र एजन्तानाम् आत्मं भवति. So what you wish to say, what you wanted to say? Same thing, that Pashit Pratyaha Shit Asti Chet Atman Bhavati. Na, Shit Punaha Vada Shit Pratyaha Atman does not, sorry, Atman Na Bhavati and Shit Pratyaha न अस्ति चेत् न अस्ति चेत् आत्मं भवति. आम्, तदेव अस्ति कार्यं, परन्तु अत्र किञ्चित् भिन्नविचारः अस्ति. तदेव अस्ति सूत्रस्य अर्थः, परन्तु अत्र आशिति इत्यनेन नाशिति इत्युक्ते सर्वदा स्मर्तव्यम् एतत् सूत्रम्. अत्र अस्मिन् सूत्रे निषेधः कार्यस्य निषेधः अपि दत्तम्. सो निषेधः कदा भवति? सो बिकास् अत्र उपदेश इति पदम् अस्ति. सो प्रायशः उपदेश अवस्थायाम् एव तत्र एजन्तानाम् आत्मं भवेत् इति तत्र उत्सर्ग विधि अस्ति. इत्युक्ते सर्वेषाम् एजन्तधातूनां तत्र आत्मं भवेत् इति तत्र उत्सर्ग. This is the general नियम. उपदेश अवस्थायाम् उपदेशे, अत्र उपदेशे अपि पदम् अस्ति न सूत्रे, साक्षात् सूत्रे एव उक्तम्. सो उपदेश अवस्थायाम् एजन्तानाम् आत्मं भवेत्. सो यदा वयं कुर्मः, परन्तु तत्र एव क्षितिपरे तु न भवति. एतत् यत् सूत्रं विधि उक्तम् अत्र आतः एचः उपदेशे, तत्र क्षितिपरे तस्य निषेधः अस्ति. इत्युक्ते षित् भिन्न कोऽपि प्रत्ययः अस्ति चेत् तत्र सर्वदा एजन्तानाम् आत्मं भवति. केवलं क्षितिपरे एव निषेधः अशिति. सो अत्र अशिति इति मया एतत् सर्वं किमर्थम् उक्तम्? अत्र अशीति इति निमित्सप्तमी नास्ति, अत्र निषेधः उक्तम् अस्ति, कार्यस्य निषेधः उक्तम्। सो शिति न भवति इति तस्य अर्थः अस्ति अत्र। इत्युक्ते शिति न भवति इत्युक्ते अशिति भवति, केवलं शितिनिषेधः अस्ति। कोऽपि शित् प्रत्ययः परे अस्ति चेदेव निषेधः, शित् भिन्न कोऽपि अन्यप्रत्ययः अस्ति चेत् तत्र निषेधः नास्ति कार्यस्य इति तस्य अर्थः। इदानीं तत्र यदा तत्र गै धातु योग त्वा प्रत्ययः का वदति? गै धातु योग त्वा प्रत्ययः विषये का वदति? अत्र के जनाः सन्ति कृपया स्वयम् अग्रे आगच्छतु। भवान् वक्तुमिच्छति वा महोदय? के वि महोदय त्वा तु आर्धधातुक् प्रत्ययः अस्ति, कृत् प्रत्ययः अपि अस्ति, अतः ओके त्वा लशक् तदिते यत् भवति तस्य लोपः त्वा अवशिष्यते, त्वा एव नौ गाय गाय इस् एन् एजन्त धातुः, इदानीं तत्र त्वा एजन्तधातुः अस्तु, त्वा षित् प्रत्ययः न अस्ति, अतः अतः आदेश उपदेशे शिति इत्यनेन आदेशोपदेशे अशिति, आदेश उपदेशे अशिति इत्यनेन तत्र आत्मं भवति, ऐकारस्य आत्मं भवति, सो गा गा योग त्वा गा योग त्वा नौ वाट् विल् हेपन् गा योग त्वा लिखितमन्यत् विशेषसूत्रमस्ति अत्र त्वा इति प्रत्ययः कित् प्रत्ययः सो एतत् सूत्रम् अस्माभिः पठितं न गू मा स्था पा गा जहाति सां हलि कितिनिति प्रत्यपरे एतेषां धातूनां तत्र किं भवति गाय इदानीं तु गाय तु गा इदानीम् अस्ति न गायस्थाने गा अभवत् आदेच उपदेशे अशीति सूत्रेण गा इदानीं नौ गा देट् सूत्र हूमा स्थापा जहाति सां हलि कितिनिति प्रत्यपरे अत्र पश्यतु घू मा स्था पा गा पा जहाति एतेषां तत्र हलादि कितनित् प्रत्यपरे तत्र ईत्वं भवति ईत् दीर्घ इकारादेशः भवति सो गूसंज्ञक के गूसंज्ञक दातवः घु संज्ञा केन सूत्रेण भवति? अत्र घु इत्यनेन घु इति संज्ञा अस्ति, केचन धातूनां कृते तत्र घु संज्ञा अस्ति. सो तत्र सूत्रमस्ति दाधा द्वाप द्वद्वाप, एकं तत्र सूत्रमस्ति धा धा आम् धाधा अष्टाध्यायी न दृश्यते महोदय, न दृश्यते वा? किमर्थं? वन् सेकेण्ड्, वैट् बोर्ड् दृश्यते. इदानीं दृश्यते वा भगिनि? आं महोदय. प्रीवियस्लि तत्र घूमास्था घापा जहाति साम हली. सो हलादि कितनित् प्रत्ययपरे, इत्युक्ते अजादि विषये न भवति, कोऽपि अजादि कितनित् प्रत्ययः अस्ति तत्र एतत् सूत्रं कार्यं न भवति. अत्र साक्षात् हली इति पदम् अस्ति. सो हलादि कितनित् प्रत्ययः, यथा त्वा, त्वा हलादि कितनित् अस्ति, यथा तस् तिप् तस् तस् इति प्रत्ययः हलादि कितनित् अस्ति. तस् प्रत्ययः साक्षात् नित् नास्ति, परन्तु अपित् अस्ति, अतः निद् इव भवति. हलादि अपि अस्ति. सो हलादि कितनित् प्रत्ययपरे एतेषां धातूनां घू घूसंज्ञकानाम् अपि च मा स्था घा पा तत्र जहाति एतेषां धातूनां तत्र आतः स्थाने षष्ठ्यन्तं पदम् अस्ति. आतः इत्युक्ते दीर्घ तपरकरणम् अस्ति, दीर्घ आकारस्य स्थाने तत्र ईत् इति आदेशः भवति, अत्रापि तपरकरणम् अस्ति. सो दीर्घ ई इति आदेशः भवति, एतत् सूत्रं वदति. इदानीं तत्र प्रश्नः अस्ति घूसंज्ञा व्याकरणे केषां केषां धातूनां कृते घूसंज्ञा अस्ति. सो घूसंज्ञा केन सूत्रेण भवति? सो घूसंज्ञा अत्र धा धा इति एतत् सूत्रम् अस्ति. घू अधाप्, सो अधा अत्रापि नञ् तत्पुरुष समास अस्ति, अधाप्. सो धा धा, ये सर्वे धातुपाठे ये धारूपी धातवः अपि च महाप्राण धारूपी धातवः सन्ति तेषां कृते घू इति संज्ञा अस्ति. वयं जानीमः तत्र डुधायि डुधायि इति एकं तत्र धातुद्वयं भवति, एकमस्ति डुधायि ज्योत्यादिगणस्य धा धातु, द्वितीयमस्ति डुधायि, तत्र महाप्राण धकारः अस्ति. अपि च अन्यधातवः अपि सन्ति. यदा वयं धातुपाठ पश्यामः तत्र केचन धारूपी अपि च धारूपी धातवः सन्ति, तेषां कृते घूसंज्ञा अस्ति. परन्तु अत्र अधाप् अपि उक्तम्, अधाप् इत्युक्ते तत्र धातुद्वयस्य कृते घूसंज्ञा नास्ति, इत्युक्ते धाप् अपि च धैप् एतेषां विहाय. अत्रापि पकारस्य इत्संज्ञा अस्ति, सि अत्रापि दाप् इति धातुः पकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण, अनन्तरमपि दा एव अवशिष्यते. सो अत्र धा इत्यनेन तस्य ग्रहणं वा न, अधाप् इति कथनेन तत्र धाप् अपि च, इदानीम् अत्र पश्यतु द्वितीयं धातुः अस्ति धैप्, धैप् धातु पकारस्य इत्संज्ञा अस्ति. इदानीं धै इति एजन्तदातुः, धै इति एजन्तदातु, एजन्तानाम् उपदेश अवस्थायां किं भवति? आत्वं भवति. सो अन्ततो गत्वा दिस् विल् आल्सो बिकम् दा. सो अत्र अधाप् इत्यनेन धाप् अपि च धैप् दिस् विल् आल्सो अल्टिमेट्लि बिकम् दाप् ओन्लि बिकास् आदेच् उपदेशे इति सूत्रेण उपदेश अवस्थायाम् एव तत्र एतत् सूत्रं तादृश अस्ति. आदेच उपदेशे अशीति. सो उपदेश अवस्थायां सर्वे एजन्तधातूनां कृते तेन सूत्रेण आत्वम् इति निर्देशः अस्ति. सो अल्टिमेट्लि दै विल् आल्सो बिकम् दा. सो एतेषां धातुद्वयस्य विहाय ये अन्य सर्वे धारूपी अथवा धारूपी धातवः सन्ति तेषां कृते अनेन सूत्रेण घुसंज्ञा भवति. सो घुसंज्ञा आधारीकृत्य तत्र अनन्तरं केचन सूत्राणि सन्ति यत्र अस्माभिः घुसंज्ञा उक्तमस्ति, यथा अत्र घू मा स्थापा गा जहाति सांहलि, तत्र घू इत्यनेन घुसंज्ञकानां ये घुसंज्ञकधातवः तेषां कृते अपि निर्देशः अस्ति. सो वाट् एवर् सुसि करपत्रे ये सूत्राणि न सन्ति, वाट् यु हेव् टु डू नौ, यु हेव् आल्मोस्ट् कम्प्लीटेड् मोर् देन् अन् इयर्, यु हेव् टु रीड् दीस् सूत्रास् युवर् सेल्फ्. Everything cannot be written in the Karapatra. So, if you have some doubt, go to the ashtadhyayi.com and read the sutras again. So, Ghu Sangya. So, Dhatu Naam Krite Ghu Sangya Asti. So, Dharupi Apichya, Dharupi Dhatu Vaha Ye Santi, Dhatu Pathe, Tesham Krite Ghu Sangya Asti. Parantu Atra Adhaviti Kathnena Dhatu Dayasi Krite Ghu Sangya Na Vartate. एतौ धातु वर्जित्वा द्विवचने अस्ति, एतौ धातु वर्जित्वा एतेषाम् एतौ विहाय, एतौ विहाय अन्य सर्वे धारूपी धारूपी धातवः तेषां कृते घुसंज्ञा अस्ति. सो तेषां कृते अपि तत्र किं दीर्घ आकारस्य स्थाने कितिनिति प्रत्यपरे तत्र ई इति आदेशः भवति, दीर्घ ई इति आदेशः भवति अन्य सर्वे. यथा अस्माकं धातु अस्ति, किं धातु अस्ति अस्माकं, घै धातुः, तथैव डुदायि धातु विषये अपि कितिनिति प्रत्यपरे तस्य ईत्वं भवति. सो अत्र घै यदा वयं गायोगत्वा कुर्मः इदानीं घूमा स्थापा घा जहाति सांहलि इति सूत्रेण घा घी भवति, दीर्घ ई भवति. इदानीं वदतु महोदय, इदानीं किम् अस्ति? घी योगत्वा ईकार अस्ति अन्ते गुणः भवति वा? इक् अस्ति किन्तु त्वा आर्ध आर्धधातुक् अस्ति, सो सारुधातुक् आर्धधातुकयोः नो सारि त्वा पित् नास्ति, अतः कार्यं त्वापित् नास्ति इत्युक्ते त्वा तु आर्धधातुक् अस्ति, आर्धधातुकविषये पित् अपित् न वक्तव्यम्, आर्धधातुकविषये किं वक्तव्यम्? आर्धधातुक् विषये नित् भिन्न अस्ति, त्वा कीदृशी प्रत्ययः अस्ति, बट् दिस् इस् कित्, सो अत्र वृद्धिकार्यं विल् नाट् अकर्. वृद्धिकार्यं वृद्धिकार्यस्य तु अत्र प्रसङ्गः एव नास्ति, अत्र त्वा प्रत्ययः णित् नास्ति, णित् नास्ति, गुणः न भवति, गुणस्य निषेधः अस्ति किणिति सूत्रेण. वृद्धिविषयः कदा आयाति महोदय? वेन् इट् इस् आर्धधातुक् और् सार्वधातुक् वृद्धिविषयः तु वृद्धिविषये केवलं नित् प्रत्ययः अपि च णित् प्रत्ययः तत्र वृद्धिविषये प्रत्ययस्य स्वभावः द्रष्टव्यम्. त्वा प्रत्ययः न तु णित् न तु इत् द्वाप्रत्ययः कित् अस्ति इदानीम् अस्माकम् अङ्गम् अस्ति सि आल्वेज् गुणकार्यं वृद्धिकार्यं कुत्र भवति अङ्गे भवति अङ्गस्य अधिकारे अस्ति सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च अशोणिणीति अत् उपधायाः एतानि सर्वाणि सूत्राणि अङ्गस्य अधिकारे सन्ति सर्वदा नौ आफ्टर् डूयिङ्ग् सो मेनि चेञ्जेस् द अङ्गम् इस् घी घी इगन्ताङ्गम् अस्ति अतः एतत् सर्वम् अस्माभिः तत्र वक्तव्यम् इदानीं प्रत्ययस्य प्राक् यत् अङ्गम् अस्ति तत्र गुणप्रसङ्गः अस्ति तत्र इगन्ताङ्गम् अस्ति परिवर्तनं कृत्वा अत्र यः अङ्गं निष्पद्यते त्वाप्रत्ययस्य कृते तत् इगन्ताङ्गम् अस्ति परन्तु त्वाप्रत्ययः तु साक्षात् कित् अस्ति तस्मिन् ककारस्य इत्संज्ञा अस्ति ककारस्य इत्संज्ञा अस्ति चेत् यदा सार्वधातुकार्धधातुकयोः इति सूत्रम् आगत्य अत्र प्रसक्तः भवति तदा एव किणिति च सूत्रम् आगत्य तत्र निषेधः करोति कार्यस्य अतः घी घी एव तिष्ठति तत्र किमपि परिवर्तनं न भवति सो अङ्गस्य इति अधिकारे अस्ति अतः अस्माभिः तत्र सर्वदा प्रत्ययस्य प्राक् यत् भागम् अस्ति तत् कीदृशभागम् अस्ति तत् अङ्गं कीदृशम् अस्ति अस्माभिः तत्र चिन्तनं करणीयम् इदानीं किं भवति गुणकार्यस्य तु निषेधः अभवत् खिणिति च सूत्रेण इदानीं एव अन्तिमरूपम् अस्ति इदानीं गीत्वा इत्यस्य कृते अव्यसंज्ञा अस्ति अतः अत्र एकमेव रूपम् अत्र स्त्रीलिङ्गे पुल्लिङ्गे नपुंसकलिङ्गे बिकास् गीत्वा इति प्रातिपदिकसंज्ञा प्राप्नोति केन सूत्रेण एतस्य शब्दसमूहस्य कृते प्रातिपदिकसंज्ञा अस्ति अस्माभिः सूत्राणि स्मर्तव्य यानि सूत्राणि सन्ति सो त्वा भवान् एव पूर्वे उक्तं न त्वा प्रत्ययः कृत् प्रत्ययः इदानीं गीत्वा कृदन्त अस्ति कृत् अन्ते यस्य तत् कृदन्तम् इदानीं गीत्वा कृदन्त अस्ति कृदन्तानां कृते प्रातिपदिकसंज्ञा केन सूत्रेण भवति ये सर्वे कृदन्ताः सन्ति तेषां कृते प्रातिपदिकसंज्ञा अस्ति केन सूत्रेण तत्र प्रातिपदिकसंज्ञा भवति सूत्रम् आवश्यकं सूत्रमेव प्रमाणम् कृत् तदित् समासाच्च प्रातिपदिकं तत्र प्रातिपदिकं पूर्वसूत्रात् अनुवर्तते सर्वेषां कृदन्तानां प्रातिपदिकसंज्ञा अस्ति प्रातिपदिकसंज्ञा अस्ति चेत् प्रातिपदिकात् पदनिर्माण निर्माणार्थे तत्र सुप्प्रत्ययः योजनीयं सुप्तिङन्तं पदम् परन्तु अत्र गीत्वा इत्यस्य कृते तु अव्यसंज्ञा अस्ति अतः तत्र सुप्प्रत्ययानां लुक् भवति सर्वे सुप्रत्ययः अतः एकमेव रूपम् अस्ति एतदेव रूपम् अस्ति गीत्वा तथैव तत्र ये क्त अप्रत्ययः सपोज् गायोग क्त अप्रत्ययः कुर्मः तत्रापि समानकार्यमस्ति प्रथमे घै घा भवति अनन्तरं गा घी भवति बिकास् क्त प्रत्ययः अपि कित् अस्ति हलादि अस्ति सो हलादि कित्नित् प्रत्ययपरे घूमास्थापा गा जहातिसां हलि इति सूत्रेण तत्र आकारस्य ईत्वं भवति सो तत्रापि घीतः इति पदं घीतः इति प्रातिपदिकं भवति आकारान्त् प्रातिपदिकं भवति गीत अनन्तरं पुल्लिङ्गे गीतः, स्त्रीलिङ्गे गीता, गीतम् इति तत्र नपुंसकलिङ्गे भवति, बिकास् क्तप्रत्ययः अव्यसंज्ञा न प्राप्नोति, केवलं त्वाप्रत्ययः तुमुन् प्रत्ययान्त शब्दाः एव अव्यसंज्ञा प्राप्नोति. सो यत्र यत्र एजन्तधातु अनन्तरं कोऽपि कितनित् प्रत्ययः अस्ति, प्रथमे तत्र एजन्तानाम् आत्वं भवति, अनन्तरं आत्वस्य आकारस्य स्थाने दीर्घ इकारः भवति यदि हलादिकित अस्ति. इति सर्वं स्मर्तव्यम्. अत्र कित्नित् परे अस्ति इति अनुवृत्तिः अस्ति वा? कुत्र? पूर्वसूत्रात् किनिति इति पूर्वसूत्रात् अत्र भवति. अत्र पश्यतु, अत्र पश्यतु 64, वाट् इस् द सूत्रसङ्ख्या? न दृश्यते वा? न दृश्यते महोदय. किम्? अच्छा, वैट् बोर्ड् आसीत् इदानीम्. इदानीं दृश्यते वा भगिनि? अत्र पश्यतु 6466 इति सूत्रं घूमास्थापागा जहाति सम्हलि, किनिति इति सूत्रं 6463. सो पूर्वसूत्रात् अत्र किनिति इति पदस्य अनुवृत्तिः अस्ति. आत् अपि अनुवर्तते, ईत् अपि अनुवर्तते. 65 सूत्रे ईत् अपि अनुवर्तते. आदेशः ईत् एव अस्ति. एतेषां सर्वेषां धातूनां हलादि हलि इत्युक्ते हलि किनिति. सो हलादि किनिति प्रत्यपरे तत्र आत्वस्य निषेध, आत्वस्य आदेशः, सोरि, आतः स्थाने षष्ठ्यन्तमस्ति, आतः स्थाने ईत् इति आदेशः प्रथमान्तमस्ति. ईत् इति प्रथमान्तमस्ति, अतः आत् इति षष्ठ्यन्तम्, आतः निसर्गः अस्ति अत्र. षष्ठ्यन्तं स्थानी ईत् इति प्रथमान्तम् आदेशः अस्ति. सो दीर्घ आकारस्य स्थाने दीर्घ ई इति आदेशः एतेषां सर्वेषां धातूनाम्. अत्र घू इत्यनेन तत्र केचन धातवः अत्र अत्र दत्तं वा? सो यदि वयं धातुपाठ पश्यामः, अत्र धारूपि केचन धातवः सन्ति. श्री धान् दातु, दान् दाने दातु, धाप् तु नास्ति, अधाप् इति कथनेन धाप् विहाय, अपि च डुधाय अस्ति. सो दीस् टु दातु, दान् दातुः भुवादिगणस्य, अपि च डुधाय दातुः ज्योत्यादिगणस्य, तेषां कृते घू इति संज्ञा. इदानीं तत्र महाप्राण धकाररूपी धातवः, तत्र एकमेव दत्तं, डुधाय दातुः. अत्रापि डुधाय् धातु इति यः अस्ति, तत्र एकम् अन्यं धातुम् अस्ति वा? धै धातु, सो एतेषां धातूनां कृते तत्र घूसंज्ञा अस्ति. सो घूमास्थापा इति सूत्रे यः घू उक्तम् अस्ति सः तु घूसंज्ञा, गुसंज्ञकानाम् अङ्गानाम्. इदानीं तत्र गयोग त्वा कुर्मः चेत् त्वापि आर्धधातुप्रत्ययः. सो गयोग तुमुन् तुमिनपि करोतु महोदय, के वि महोदय, गयोग तुमुन् करोतु. गै योग तुमुन् न श्रूयते, उक्तं वा? मया न श्रुतं, किमपि न श्रुतं. म्यूट् मध्ये अस्ति महोदय. no it's I'm breaking my voice is breaking astu chintam astu chetana bhagni jayogatam no is it okay tum hello इदानीं श्रूयते वदतु तुमुन् अगेन् वाट्स् इट् तुमुन् उपदेश अनुनासिक् इत् भवति एण्ड् हलन्त्यम् इत्यनेन इत् भवति नकारस्य सो तस्य लोपः तुम् मकारस्य उकारः उच्चारणार्थम् अस्ति अतः तुम् एव अवशिष्यते तुम् इस् आर्धधातुक् प्रत्ययः कित् नित् ऋत् निर्त् भिन्न अस्ति नास्ति so gai yoga tum now krit pratyahasti to ardha dhatu kashed vala de gai dhatu hu ajanta dhatu hu एजन्तदातूनां किं सूत्रं प्रवर्तते एजन्त धातूनां दिस् आदेच उपदेशे अशीति तत्र नौ अत्र प्रत्ययः शित् नास्ति अतः गै ऐकारस्य आत्वं भवति प्रत्ययः शित् भिन्नः अस्ति अतः गा योगा शित् अस्ति चेत् प्रत्ययः शित् अस्ति आत्वं न भवति आत्वस्य निषेधः अस्ति सत्यम् इदानीं प्रत्ययः अशित् अस्ति अतः अतः गै गा भवति गा योगा तुम् गा योगा तुम् नौ तुम् इस् आर्धधातुक् प्रत्ययः गा प्रायशः सर्वे एजन्तदातवः अनिट् सन्ति इत्यपि अस्माभिः पठितम् सो सो तुम् आर्धधातुकस्य वलादे प्रत्ययः प्रत्ययः तु इडानुकूलप्रत्ययः प्रत्ययः इडानुकूलप्रत्ययः अस्ति परन्तु परन्तु गै इटानुकूल नास्ति अनिट् अस्ति अनिट् अस्ति अतः इडागं न भवति न सो गा योगा तुम् नौ गा योगा तुम् अत्र फर्दर् नो कार्यं नास्ति किं रूपं निष्पद्यते गातुमेव अस्ति गातुमेव अन्तिमरूपम् अस्ति गातुं किमर्थं चेत् अत्र तुमुन् इति प्रत्ययः कितनित् नास्ति हलादि अस्ति कितनित् नास्ति अतः दीर्घ ईकार गुमास्थापा इति सूत्रम् अत्र कार्यं न करोति तत् कार्यं तु आकारस्य स्थाने दीर्घ इकार आदेशः तु कितिनिति प्रत्यपरे भवति, तुमन्तो कितिनिति नास्ति, अतः अत्र किमपि कार्यं नास्ति, गातुम् एव रूपम् अस्ति। अस्तु महोदय, धन्यवादः। इदानीं गा धातुः, सोरि, गै धातुः निजन्तलट्लकारस्य रूपं, मञ्जरी भगिनी वदति वा? प्रयत्नं करोमि, वदतु। प्रथमे गै योग निच् करोतु। गै योग निच्, अत्र निच् अत्र चकारस्य इत्संज्ञा, अत्र गायोग निच् यदा भवति निच् तत्र केन सूत्रेण निच् विहितः अत्र धातूनाम् अनन्तरं निच् प्रत्ययः हेतुमति च सो हेत्वार्थे तत्र वयं तत्र योजयितुं शक्नुमः सर्वेषां धातूनाम् अनन्तरं निच् प्रत्ययः आगन्तुं शक्यते हेतुमति च इति सूत्रेण वदतु। अनन्तरं तत्र णिच् प्रत्यये चकारस्य इत्संज्ञा तथा इकारस्य इत्संज्ञा भूत्वा अत्र इ एव अवशिष्यते तथा गै योग इ। अनन्तरं वृद्धिः भवति वा? गै इति एजन्तधातुः, गै इति यः एच् वर्णः ऐकारः वृद्धिसंज्ञकः वर्णः एव अस्ति। गै गै तत्र ऐकारस्य एचो यवायावः इति सूत्रेण गाय भवति। किं किम् गै अत्र नीच् प्रत्ययः, निच् प्रत्ययः अत्र सि उपदेश आदेश उपदेशे अशिति निच् प्रत्ययः अशित् अस्ति। गै धातु एजन्तधातु, यदा सर्वदा एजन्तधातूनां कृते आत्मस्य विषये चिन्तनम् अवश्य करणीयम्। तथा तत्र आत् भवति तस्य, किम् अस्ति अशित् अस्ति तथा ऐकारस्य आ गा भवति गा। सत्यं गा गायो गाय बिकम् गा बिकास् आफ् द केन सूत्रेण गाय गा भवति आदेश आदेश उपदेशे अशिति प्रत्ययः अशित् अस्ति तथा अशित् परे अस्ति तत्र एजन्तधातवानां तत्र आत्वं भवति सत्यं गा भवति गायोः इ भवति तत्र गायी गायी इति सनात्यन्त यकारः कुतः आयाति यकारः हौ डस् यकारकम् आर् पकारकम् पकार आयाति न भगिनि अत्र पुक् आगमः भवति निच् प्रत्ययः परे अस्ति इकारः निच् प्रत्ययस्य प्रतिनिधिः इदानीम् आकारान्तधातूनां परे निच् प्रत्ययः अस्ति चेत् केन सूत्रेण तत्र कार्यं पुक् आगमः प्रायशः पुक् आगमः भवति वाट् इस् द सूत्रं भगिनि अर्ति अर्ति ह्रि व्लि ह्रि कणुयि क्षमायि एण्ड् आताम् अत्र आकारान्ताङ्गमस्ति आकारान्तानाम् इदानीं गा इति आकारान्तरूपी अङ्गमस्ति तस्य परे निच् प्रत्ययः अस्ति अतः किं भवति सि घू मा स्था पा घा जहाति साम हली अत्र हली इति उक्तमस्ति हलादि कितनित् प्रत्यपरे परन्तु नीच् तु कित्नित् अपि नास्ति, परन्तु हलादि अपि नास्ति, तत्र गा उक्तमस्ति तस्मिन् सूत्रे, घूमा स्थापा गा जहाति सां हलि इति सूत्रे घा अपि उक्तमस्ति, परन्तु इदानीं प्रत्ययः कित्नित् अपि नास्ति, हलादि अपि नास्ति, इदानीं तु निच् विषयः, निच् प्रत्ययः अस्ति. सो अत्र अर्त्रि हीरि व्लीरि कनुयि इति आकारान्तानां तत्र किं भवति, पुकागमः भवति निच् प्रत्ययपरे. अन्ते पुंनौ अस्ति खलु, तत्र नौ इत्युक्ते नी वा? आम्, तत्र नीरूपी, तत्र नीरूपी प्रत्ययद्वयम् अस्ति, एकमस्ति नीच् द्वितीयमस्ति नीनि इति प्रत्ययः. पुक् नौ इति यः अस्ति तत्र सप्तम्यन्तमस्ति भगिनि, नी इत्यस्य सप्तम्यन्तमस्ति नौ, पुग् नौ इति सूत्रम्. धन्यवादः. न, तत्र नी इत्यनेन तत्र ये नीरूपी प्रत्ययाः सन्ति तत्र प्रत्ययद्वयं, सप्तमी द्विवचनं नास्ति भगिनि, एकवचनम् एव अस्ति. एकवचनम्. इदानीं पुक् विषये वदतु, कीदृश आगमः अस्ति पुक् आगमः? न श्रूयते भगिनि? हा न, श्रूयते न, श्रूयते. ये आगमाः सन्ति तत्र किम् अस्माभिः द्रष्टव्यम्? आगमः कथम् अस्ति इति. सो आगमविषये तत्रापि परिभाषासूत्रद्वयं, पुक् प्रथमे तत्र इति संज्ञा करोतु भगिनि, पुक् इति आगमे पकारः हलन्तमिति सूत्रेण गच्छति, पकारः अपि इत्संज्ञकः अस्ति, तत्र उकारः एव न पकार, उकारः उच्चारणार्थम् अस्ति इत्युक्ते उच्चारणार्थं तथा पकार एव तत्र अवशिष्यते, प एव, पकार एव अवशिष्यते. इदानीं गा धातुः आकारान्त अङ्गस्य पुक् आगमः भवति. सो पुक् आगमः वेर् वि शुड् पुट् दिस् पकारः? धातु अङ्गं धातु अस्ति न, गा, गा इति, गा इत्यस्य एव पुक् आगमः भवति, गा इत्यस्य पुक् आगमः भवति. इदानीं पुक् आगमः कुत्र स्थापनीयम्? Should I put pakara in the front or in the end or somewhere in the middle? In the end. Why? Satyam, adyanto takito. So agama vishaye, agamanam vishaye, tatra kit, tit, apicha, mit drishtavyam. There are only three types of agama in sampurna vyakran shastra. Only three types of agamas are there. If it is kit agama, then ante bhavati. Yasya agamaha, tasya ante bhavati. If it is tit agamaha, then ado bhavati. Yasya agamaha, tasya ado bhavati. If it is mit agamaha, then there are only three types of agamas. Either they will be kit, or it will be a tit, or it will be a mit agamaha. So, adyantav takitav iti sutre, tit, adav, kit, ante. अपि च मित् आगमः तस्य कृते किं सूत्रम्? मिदचो अन्त्यात् परः. सो अन्तिम अच् परे मित् आगमः भवति. सो अत्र तु पुक् आगमः कित् अस्ति अस्माकं सविधे तु कित् आगमः अस्ति, अतः अन्ते स्थापनीयं. सो गायोग प, सोरि, गायोग पकारः, योग इकारः. इदानीं किम् अस्ति तत्र? गापि भवति, गापि इति नूतन आदिदेशिकधातुः, गापि सनाद्यन्तधातु आदिदेशे संज्ञा प्राप्नोति धातु इदानीं गापि किं विवक्षा अस्ति लट् लकारस्य गापि योगो प्रथमे लट् लकारः वर्तमाने लट् इति सूत्रेण सर्वेषां धातुः अनन्तरं लट् लकारः गापि योगो लट् तत्र लकारः अवशिष्यते गापि योग ल तिप् गापि योग तिप् केन सूत्रेण ति पायाति लस्य लस्य तिप्तस्जि सो लस्य लकारस्य स्थाने तिप् इति अस्माकं विवक्षानुगुणं तत्र तिप् एकवचनस्य विवक्षा अस्ति अतः तिप् प्रथमपुरुष एकवचनस्य विवक्षा अस्ति अतः तिप् आयाति भिन्नविवक्षा अस्ति चेत् तस् नो चेत् झि परन्तु अस्माकं विवक्षा तु प्रथमपुरुष एकवचनस्य अस्ति न तु मध्यमपुरुष एकवचनस्य अथवा उत्तमपुरुष एकवचनस्य इदानीम् अनन्तरं गापि योग तिप् तिप् इति सार्वधातुप्रत्ययः अस्ति तथा कर्तरि शप् सार्वधातुके इति सूत्रेण तत्र गापि योग शप् योग तिप् आगच्छति अनन्तरं शकारस्य तथा पकारस्य ईत्संज्ञा भूत्वा तत्र अकारः एव अवशिष्यते तथा गापि योग अयोग ति अत्र ति इति पकारस्य अपि ईत्संज्ञा भवति तथा गापि योग अयोग ति अनन्तरं गापि इकारः अस्ति अग्रे अकारः अस्ति तत्र एचो यवायावः शप् प्रत्ययः पित् अस्ति सार्वधातु पित् प्रत्ययः अस्ति अतः शप् प्रत्ययः पित् अस्ति तथा तत्र गुणनिषेधः न भवति गुणनिषेधः न अस्ति गुणः भवति अङ्गम् इगन्ताङ्गम् अस्ति गापि इति इगन्ताङ्गम् अस्ति गापि इति इगन्त अङ्गमस्ति तथा अत्र गुणनिषेधः नास्ति तथा अत्र गापि इकारस्य एकारः भवति गुणः भूत्वा तथा केन सूत्रेण अत्र गापे इति भवति केन सूत्रेण कार्यमस्ति तत्र इगन्ताङ्गस्य पुनः केन सूत्रेण भवति सूत्रं किं भगिनि सार्वधातुक अर्धधातुकयोः सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र इगन्त अङ्गस्य गुणः भूत्वा तत्र गापि गापे इति भवति सार्वधातुक अर्धधातुकयोः अनन्तरं गापे योग अयोग ति इति भवति तत्र तत्र एकारः अग्रे अस्ति अकारः तत्र अधुना गापय गापय भवति एकार सूत्रं किम् सूत्रेण अय् इति आदेशः भूत्वा गापय कस्य स्थाने अय् आदेशः गापय अय् आदेशः एकार एकारस्य स्थाने अयादेशः भवति एचो यवायावः एच् वर्णस्य स्थाने अत्र एच् वर्णः ऐकारः एकारः सोरि एकारस्य स्थाने अयादेशः भवति एकारः अपगच्छति ऐ इति आयाति तत्र गापय योगति अनन्तरं वर्णमेलनं भूत्वा गापयति इति रूपम् अन्तिमं रूपं निजन्तलट्लकाररूपं गापयति सो एजन्तानां धातूनां कृते तत्र आत्वं भवति उपदेशावस्थायां परन्तु क्षितिपरे निषेधः अस्ति आत्वस्य सो यदा क्षित् प्रत्ययः नास्ति तदा तु सर्वदा आत्वं भवति एव सः अशित् प्रत्ययः निच् वा त्वा वा तुमुन् वा एजन्तानाम् आदि उपदेशावस्थायाम् आत्वं भवति एव, केवलं शितिनिषेधः अस्ति, शिति एव कार्यं न भवति, अन्यत्र सर्वत्र आत्वं भवति। अनन्तरं ये आकारान्तधातवः सन्ति तत्र निचि प्रत्ययपरे पुकागमः भवति इत्यपि स्मर्तव्यं। सो आकारान्तानाम् आकारान्तधातूनां पुकागमः भवति निच् प्रत्ययपरे, यदा तत्र निच् प्रत्ययः अस्ति सर्वदा तत्र पुकागमः न भवति, निच् प्रत्ययपरे अस्ति चेत् पुकागमः भवति इति इत्यपि तत्र स्मर्तव्यम्। अस्तु इदानीं सो गायधातु अपि अभवत्। इदानीं द्विवादिगणस्य माङ् माणि इति धातुः भवते संशयः अस्ति, गैयोगजि यदा कुर्मः तथा जोन्तः इति सूत्रेण अन्ति आयाति, तदनन्तरं तत् सूत्रमस्ति अतो गुणे, तत् न अवगतम्। अतो गुणे इति सूत्रम् अकः सवर्णे दीर्घः इति सूत्रस्य कृते अपवादः अस्ति, इत्युक्ते अपदान्त तत्र अतो गुणे इति सूत्रे अपदान्त अकारस्य परे अतोगुणे इति सूत्रेण किं भवति गुणवर्णः, इत्युक्ते अतोगुणे इति सूत्रं वदति ह्रस्व अकारस्य परे कोऽपि गुणवर्णः अस्ति, कोऽपि गुणवर्णः अस्ति चेत् तत्र गुणवर्णः एव तिष्ठति। सो गुणवर्णः के गुणसंज्ञकवर्णः अतेङ्गुणः। सो अपदान्त अत्र अपदान्तात् इति सूत्रं पूर्वसूत्रात् अनुवर्तते। सो केवलं यत्र पदस्य अन्ते अकारः अस्ति तत्र अतोगुणे इति सूत्रं कार्यं न कर्तुं शक्यते। कस्यचित् पदस्य अन्ते यथा तत्र तु अकः सवर्णदीर्घः इत्यनेन दीर्घादेशः एव भवति, परन्तु अत्र अपदान्तात् इति सूत्रम् अस्ति। तथैव तत्र यथा तत्र सर्वेषां यत्र अकारान् भुवादिगणे पठ इति यदा शप् प्रत्ययः योजयामः तत्र अदन्ताङ्गमेव निष्पद्यते, तत्र सर्वत्र अतोगुणे इति सूत्रं कार्यं करोति। सो अपदान्तात् अतः कीदृश अतः अपदान्तात् अतः, सो अपदान्तात् अकारात् अत्र अतः पञ्चमी अस्ति। अत्र पश्यतु अतः षष्ठीरूपम् अस्ति अस्ति पञ्चमी अपि अस्ति, परन्तु अत्र तु पञ्चमी अस्ति, अपदान्तात् अपि पञ्चमी अस्ति। सो कीदृश अतः अपदान्तात् अतः, अतः इति अत्र तपरकरणमपि अस्ति ह्रस्व अकारः, सो ह्रस्व अकारस्य अपदान्तात् ह्रस्व अकारात् परे कोऽपि गुणवर्णः अस्ति चेत् गुणे इति सप्तम्यन्तमस्ति। गुणे इत्युक्ते गुणे गुणवर्णपरे, गुणवर्णपरे इत्युक्ते अतेङ्गुगुणः अ नो चेत् ए नो चेत् ओ, एते त्रयः वर्णः परे अस्ति चेत् तत्र पररूपमेव तिष्ठति, पररूपमेव तिष्ठति, गुणवर्णः एव तिष्ठति तत्र। ह्रस्वाकार अस्ति यदा तत्र अ प्लस् अ अस्ति तत्र परे यः गुणवर्णः अकारः तदेव तिष्ठति, एकमेव अकारः तत्र तिष्ठति, न तु दीर्घादेशः भवति आ न भवति। अकारः अपि गुणवर्णः अतेङ्गुगुणः इत्यनेन अकारः अपि गुणवर्णः। सो गुणे इति गुणे इति सप्तमी अस्ति। सो गुणे इत्युक्ते न केवलम् अकारपरे, एकारपरे अपि ओकारपरे अपि, परन्तु सः अकारः अपदान्तात् अकारः भवेत्। एतत् सूत्रं पदान्ते कार्यं न करोति, केवलम् अपदान्ते करोति, परन्तु अकः सवर्णे दीर्घः इति सूत्रे किमपि न उक्तं, पदान्ते वा अपदान्ते वा, अतः तत् उत्सर्गसूत्रं, दट् इस् अ जनरल् कण्डिशन् दट् सवर्णवर्णः परे अस्ति चेत् दीर्घादेशः भवति, परन्तु अत्र तु साक्षात् उक्तम् अपदान्तात् अकारः. सो एतत् सूत्रं बहुत्र कार्यं करोति पदनिर्माणविषये यथा तत्र तत् गुणे शब्दस्य अर्थ न अवगतम्. गुणे इत्युक्ते गुणे वर्णे येषां कृते गुणसंज्ञा अस्ति अत्र अत्र मेबि लिखितम् अत्र लिखितं न भगिनि अत्र पश्यतु अकारः एकारः ओकारः एतेषु कश्चन वर्णः परे अस्ति चेत् अपदान्तात् अतः परे अकारः नो चेत् एकारः नो चेत् ओकारः एतेषु कश्चन वर्णः परे अस्ति चेत् अत्र पररूपः एकादेशः एव भवति गुणवर्णः एव तिष्ठति पूर्व यः अकारः तत् न तत् अपगच्छति. इदानीं मा धातुः सो अत्रापि घू मा स्थापा गा जहाति सां हलि इति सूत्रे मा अपि उक्तमस्ति दिवादिगणस्य मा धातुः का वदति का अथवा कः वदति अनुसूया भगिनि वदति वा भगिनि भगिनि प्रयत्नं करोमि धातु अस्ति लट् लकारस्य प्रथमपुरुष एकवचनस्य रूपं वदतु हलन्त्यमिति सूत्रेण नकारस्य इत्संज्ञा भवति भवति वा आम् आम् भवति तदनन्तरं वर्तमाने लट् इति सूत्रेण न नकारस्य इत्संज्ञा भवति चेत् कीदृश धातुः तेन किम् अवगम्यते इति सूत्रेण कार्यं न भवति किं कार्यं न भवति अस्ति चेत् यस्मिन् धातो कण्ठनकारस्य इत् अस्ति तादृशधातुः किं भवति नित् भवति नित् धातुः सो नित् धातूनां कृते किं सूत्रम् अस्ति अनुदात्तनित्त अनुदात्तनित्त आत्मनेपदम् सूत्रेण आत्मनेपदे भवति अतः तिप्तस्ति वर्तमाने लट् इति सूत्रेण लकारः आयाति अधिकलो भवति मा अधिकलो भवति लकारस्य तिप्तस्ति आत्मनेपदि धातु इति सूत्रेण एक ते भवति मा अधिक शप्पधिक ते भवति शापयति वा अत्र कस्य गणस्य धातु अस्ति मा इति धातु शप् बाधित्वा शप् इत्यस्य कृते तत्र बाधकसूत्रमस्ति इत्युक्ते सोरि अपवादसूत्रमस्ति शप् बाधित्वा किम् आयाति दिवादिभ्यः षण् इति सूत्रं मायोग षण् प्रत्ययविषये वदतु किम् अस्ति नास्ति अतः अत्र भूमा स्थापा इत्यस्य सूत्रस्य प्रसक्तिः अस्ति वा भगिनि अस्ति खलु तेन किम् आकारस्य स्थाने ईत्वं भवति वा घूमा स्थापा गा जहाति सां हलि इति सूत्रे किम् उक्तं हलादि कित्नित् प्रत्यय शन् कित्नित् अस्ति वा शन् कित्नित् नास्ति नकार एव अवश्यं षित् अस्ति नकारस्य फलस्य सूत्रेण नकारस्य लोपो भवति दशित् एव अस्ति मायते इति रूपं मायते इति भवति माने कथं भवति माने भवति खलु मायते इति रूपमस्ति न पत्नि मायते इति रूपं मायते मायते इति अधिकते मायते इति भवति अधुना किमपि उक्तमस्ति अधुना किमपि उक्तम् आसीत् वा नास्ति परन्तु अत्र शङ्का अस्ति न भगिनि अत्र किमर्थं मित्वं न भवति सो अत्र इह मा अत्र शिष्यन् प्रत्ययः नित् अस्ति नित् अस्ति अतः हलादि अपि अस्ति हलादि अस्ति यकारः तत्र अस्ति अपि च नित् अस्ति सो गुमा स्थापा जहाति सां हलि इति सूत्रे यत् मा उक्तं सः मा अत्रापि मा अस्ति सो अत्र किमर्थं कार्यं न भवति इत्येव तत्र अस्ति खलु कार्यम् प्रेरयति परन्तु अनुमोदयितुं नास्ति किं किं पुनः वदतु शन् अस्ति खलु प्रत्ययः षित् अस्ति षित् कार्यं प्रेरयति परन्तु अनुमोदितुम् अनुमोदनं करणीय प नास्ति न शन् प्रत्ययः सार्वधातुक् अपित् प्रत्ययः सार्वधातुक् अपित् प्रत्ययः अन्यदेव अस्ति फलादि अपि अस्ति फलादि अपि अस्ति हलादि अस्ति यकारः हल् वर्णः अपित् अस्ति अतः णितिव अस्ति सो हलादि किनिति परे तत्र मा इत्यस्य स्थाने इत्वं भवेत् किमर्थं न भवति इत्येव तत्र शङ्का अस्ति कोऽपि जानाति चेत् वदतु बकारः एव गुणं प्रमोदयति खलु गुणविषये अहं न वदामि भगिनि तत्र घूमा स्थापा गा जहाति सां हलि इति सूत्रेण किं हलादि कितनित् प्रत्ययपरे एतेषां धातूनां तत्र ईत् भवति सो मा किमर्थं मी न भवति इत्येव प्रश्नः उपदेशे अशिति इति सूत्रेण अशित् नास्ति अत्र अत्र तु एजन्त धातु एव नास्ति न भगिनि मा धातु एजन्त् धातु नास्ति न भगिनि सो आदेश उपदेश एतत् सूत्रं तु अत्र न कार्यं करोति अदादि ज्योत्यादि अत्र तु भवति साक्षात् नित् नास्ति इति कारणेन तत् नास्ति भगिनि साक्षात् नित् भवेत् साक्षात् कित् भवेत् इति नास्ति तत्र किमपि भिन्नसूत्रं भवेत् शन् प्रत्ययः नित् प्रत्ययः इव कार्यं करोति मायते इत्येव रूपम् अपि नि भवति वा hmm. अनन्तरं वदामि अत्र किमर्थं कार्यं न भवति. ओ ओ अस्तु. वि हाव् टु सी अत्र आर्धधातुके इत्यस्य अधिकारः अस्ति. दृश्यते वा? अत्र पश्यतु वन् सेकेण्ड् भगिनि. अत्र पश्यतु घूमास्थापा गा जहाति संहलि इति सूत्रम् अङ्गस्य अधिकारे अस्ति, असिद्धत्वात् अभात् अपि च आर्धधातुके इत्यस्य अधिकारः. सो आर्धधातुक् हलादि कितनित् प्रत्ययः? श्यन्तो सार्वधातुक् नित् प्रत्ययः, हलादि नित् प्रत्ययः. सो अत्र आर्धधातुके इत्यस्यापि अधिकारः अस्ति, अतः कार्यं न भवति. अतः मी मायते एव रूपम् अस्ति. अत्र एतत् सूत्रं कार्यं न करोति. किमर्थं चेत् वी हेव् लेफ्ट् दिस् पार्ट्. सो घूमास्था सर्वदा एतत् स्मर्तव्यं. घूमास्थापा जहाति सां हलि इति सूत्रे न केवलं हलादि कितिनीति, परन्तु अत्र आर्धधातुके इत्यस्य अधिकारः अपि अस्ति. सो कीदृश हलादि कितनित्? आर्धधातुक् हलादि कितनित्? शन् हलादि कितनित् अस्ति, परन्तु सार्वधातुक् अस्ति. शित् अस्ति, शित्वात् सार्वधातुक् अस्ति. सो शन् प्रत्ययः सार्वधातुक् हलादि कित् अस्ति, अतः एतत् सूत्रं कार्यं न करोति. अत्र आर्धधातुके इत्यस्य अधिकारः अपि अस्ति. सर्वैः अवगतं वा? मञ्जरी भगिनी अवगतं वा? भगिनी अत्र मा मी किमर्थं न भवति? शन् प्रत्ययः हलादि अस्ति, नित् अस्ति. शन् प्रत्ययः हलादि अस्ति, नित् अस्ति. सो किमर्थम् अत्र मा मी न भवति? बिकास् अत्र आर्धधातुके इत्यस्य अधिकारः अस्ति. शन् प्रत्ययः सार्वधातुक् अस्ति, शित्वात् सार्वधातुक् भवति. अतः एतत् सूत्रम् अत्र कार्यं न करोति. अतः मायते एव रूपम् अस्ति. अनुसूय भगिनि अवगतं वा? भगिनि अत्र पश्यतु भगिनि, झटिति वदामि, इदानीं तु समयः भवति. खलु किं भवितुम् अर्हति? अत्र तु गुणप्रसङ्गः एव नास्ति न. वी आर् नाट् डिस्कसिङ्ग् गुणः भगिनि. मा धातु गुणप्रसङ्गः एव नास्ति. मा धातु गुणप्रसङ्गः नास्ति. We are discussing whether ma will become me or not. Because ghuma sthapa ga jahati sam hali iti sutram vadati, haladi kitnit pritya pare asti chet ma datuhu me bhavati. Parantu tavat evna vadati. Vadati haladi kitnit ardh datu pritya pare asti chet ev ma me bhavati. अत्र तु शन् प्रत्ययः शित् अस्ति. शन् प्रत्ययः शित् अस्ति, शित्वात् तस्य संज्ञा सार्वधातुक् भवति. तिंशित् सार्वधातुकम् इत्यनेन शन् प्रत्ययः सार्वधातुक् भवति. अतः अत्र घूमा इति सूत्रं कार्यं न कर्तुं शक्यते. तत्र तु वदति हलादि कितनित् आर्धधातुक् प्रत्ययः अस्ति चेदेव मामी भवति. अत्र तु हलादि सार्वधातुक् प्रत्ययः, अतः मा मा एव तिष्ठति. सो मायते एव अन्तिमरूपम् अस्ति. मायते केवलं वर्णमेलनम् अस्ति. यकारः शन् प्रत्ययस्य यकारः, ते इति ति इत्यस्य मा इति धातु. मायते इति एव लट् लकार एकवचनरूपम् अस्ति. अवगतं वा भगिनि? सो घूमा स्थापा इति सूत्रम् आर्धधातुके इत्यस्य अधिकारे अस्ति, अतः एतत् सूत्रम् अत्र कार्यं न करोति. मायते एव रूपम् अस्तु. इदानीम् अत्र स्थगामः, मयापि गन्तव्यम्.